पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 64 नारद उवाच चादुर्मास्यां तु नियमा एकेजिद् भुवि विश्रुताः तानहं श्रोतुमिच्छामि कथयस्व महेश्वर चादुर्मास्ये हरौ सुप्ते कर्तव्यं किं जनार्दने षड्रसानां परित्यागे नखकेशविधारणे अन्यैश्च नियमैः स्वामिन् यद्बलं तद्ब्रवीहि मे सूत उवाच यदच्छ्रुत्वा त्वसौ देवप्रहस्योत्फुल्ललोचनः प्रोवाच तं द्विजवरं नारदं तपसान्निधिं महादेव उवाच शृणुत्वमिह देवर्षे कथयामि सविस्तरम् आषाढस्य सिदे पक्षे एकादश्यामुपोषितः चादुर्मास्य व्रतानीह गृह्णीयाद्भक्तिपूर्वकं भूमिशय्यासमारूढो योगनिद्रां गदे हरौ नयेद चतुरो मासान्यावद्भवति कार्तिकी प्रतिष्ठानप्रवर्तन्ते तथा यज्ञादिका क्रियाः विवाहव्रतसम्बन्ध अन्यन्माङ्गल्यकर्म च भूपयानं तथा यात्रा अन्याश्च विविधा क्रियाः प्रसुप्ते जगन्नाथे अच्युते गरुडध्वजे व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु अश्वमेध सहस्रैस्तु यद्फलं प्राप्नुयान्नरः चादुर्मास्य व्रतैश्चीर्णैस्तत्फलं समवाप्नुयात् मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनं तुलाराशौ गदे सूर्ये पुनरुद्धापयेद्धरिम् अधिमासे दुपतिते तदा चैष विधिक्रमः स्थापयेत् प्रतिमां विष्णो शङ्खचक्रगदाधरीम् पीताम्बरधरां सौम्यां पर्यङ्गे स्थापयेत् शुचौ श्वेदवस्त्रसमाच्छन्ने सोपधाने तु नारद इतिहासपुराणज्ञो विष्णुभक्तो धवा पुनः स्नापयित्वा दधिक्षीरमधु लाजकृतस्तथा समालभ्य शुभैर्गन्धैर्धूपैः पुष्पैर्मनोरमैः पूजितां कुसुमैः शुभ्रैर्मन्त्रेणानेन वाडव सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदं विबुद्धे त्वयि बुद्ध्येद जगत्सर्वं चराचरम् एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमं ततः स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागदः चतुरो वार्षिकान्मासान् देवस्योद्धापनावधि गृह्णीयान् नियमानेदान् दन्तधावनपूर्वकम् उपवासं ततः कृत्वा प्रभाते विमले सति नित्यं कर्मचरित्वादु विष्णोरग्रे जिदात्मवान् तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक् पृथक् मधुरत्वं लभेद्विद्वान् पुरुषो गुणवर्जनाद तथैव सन्ततिं दीर्घां तैलस्य वर्जनाद्यतः कृतस्य वर्जनाद्विप्रसुन्दराङ्गः प्रजायते कडुतैलपरित्यागी शत्रुनाशमवाप्नुयात् सुगन्धतैलत्यागेन सौभाग्यमदुलं लभेद पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेद योगाभ्यासी नरो यस्तु सब्रह्मपदमाप्नुयात् कट्वम्लमधुरक्षारतीक्ष्णकाषाय षड्रसान् वर्जयेद्यस्तु वैरूप्यं दौर्गन्ध्यं नाप्नुयान्नरः ताम्बूलवर्जनाद्भोगी रक्तकण्ठस्तु जायते हृदत्यागाच्च लावण्यं सदा स्निग्धधनुर्भवेद फलत्यागाच्च विप्रेन्द्र बहुपुत्रश्च जायते पलाश पत्राशन कृद्रूपवान् भोगवान् भवेद दीप्तिमान् दीप्तिकरणसाक्षाद्द्रव्यपदिर्भवेद दधिदुग्धपरित्यागी गोलोकं लभदे नरः मौनव्रती भवेद्यस्तु तस्याज्ञास्खलिदा भवेद इन्द्रासनमवाप्नोति स्थालीपाकस्य वर्जनाद एवमादिपरित्यागाद्धर्मस्थो धर्मनन्दनः नमो नारायणायेदि जप्त्वा शतगुणं फलं एक एव स वै स्वर्गे विद्याधरपदिर्भवेद पुष्करस्नानमात्रेण गङ्गाया स्नानजं फलम् भूमौ भुङ्क्ते सदा यस्तु स पृथिव्यधिपो भवेद विष्णोश्चैव गृहे कुर्यादुपलेपनमार्जनम् कल्पस्थायी भवेद्विद्वन्वैकुण्ठे नात्र संशयः प्रदक्षिणं च ह्यः कुर्याच्छदमष्टोत्तरं नरः हंसयुक्तविमानेन दिव्येन सह गच्छति गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात् पञ्चगव्याशनो विद्वञ्चान्द्रायणफलं लभेद नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेद् सव्यासरूपी विष्णुअग्रे तदो विष्णुपदं लभेद तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेद कृत्वा प्रोक्षणकं दिव्यं स्नानमप्सरसां लभेद सीताम्बुना गृहे स्नानात् निर्मलं देहमाप्नुयात् उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेद पत्रेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेद भुङ्क्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजं धर्मोदय जलत्यागी न रोगै परिभूयते ताम्रपात्रेषु भुञ्जानो नैमिषं फलं माप्नुयात् कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत् अलाभे सर्वपात्राणां मृण्मयं पात्रमुत्तमं स्वगृहीधैकृतैर्वापि पात्रैः पराशसम्भवैः। यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासदे पात्रैर्वा भोजनं विद्वान् सेवदे तत्समं स्मृतं चान्द्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने एकैकं भोजनं विद्वन् ब्रह्मपत्रेषु भुञ्जतः त्रिरात्रेण समं प्रोक्तं महापातकनाशनम् एकादश्युपवासेन यत्पुण्यं परिकीर्तितं सर्वदानफलं चैव सर्वतीर्थफलं लभेद न चापि नरकं पश्येत् पद्मपत्रेषु भोजनाद् ब्राह्मणो यादिवैकुण्ठेऽन्यो जनस्वर्गमाप्नुयाद् यश ब्रह्ममहावृक्षः पापः सर्वकामदः मध्यमं वर्जितं पत्रं शूद्र जातेर्नृपोत्तम भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्दश वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनं मध्यपत्रे च यशूद्रो भोजनं कुरुते द्विज कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा कपिलां दोहयेद्यस्तु शूद्रो भुङ्क्ते निजे गृहे दशवर्षसहस्राणि विष्ठायां जायते कृमिः कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयाद कपिलं यो ह्य नड्वाहं शूद्रो भूत्वाद वाहयेद यावन्ति तस्य रोमाणि तावद्वर्षाणि नारद कुम्भीपाकेषु पच्येद स नरो नात्र संशयः अजा चैव गृहे तस्य शूद्रस्य च विशेषतः तस्या वै दुग्धपानेन शूद्रो याधीहरौरवं ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते स विप्रो वेदबाह्यस्याच्छूद्रकौलिक उच्यते व्यापारे प्रेरितो विप्रशूद्राज्ञां च करोति यः यावत्पदानि चलते तावद्भवति नारकी उदकार्थं तु यो विप्रशूद्रेण प्रेषितो गृहे तदुदगं मद्यतुल्यं पीत्वा वै नरकं व्रजेत शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने तेषां चैव तु वै भक्तिकर्तव्या च विशेषतः इह लोके सुखं भुक्त्वा परलोकं च गच्छति पाञ्चभौतिकमे दद्धि अनर्थकमुदाहृदम् अदो देयं हि गुरवे यदोऽनन्तफलं लभेद अस्मिन् कलियुगे घोरे पापाचारे दुरात्मनः निन्दां कुर्वन्ति विप्रेन्द्र जनानां पुण्यकर्मणां निन्दया लभते दुःखं यावदाभूदसंप्लवं नानाधर्माः प्रवर्तन्ते कलौ चैव महामदे धर्मोऽयं दुर्लभो लोके धर्मकामार्थमोक्षदः भूमिशायी भवेद्यस्तु नरकोऽपि महीतले दशवर्षसहस्राणि नरो गैः परिपीड्यते बहुपुत्रो धनैर्युक्तो ह्यकुष्ठी जायते नरः नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेद अयाचिदेन चाप्नोति वापि कूपक्रियां फलं वर्जयेद्यस्तु वै द्रोहं प्राणहिंसापराङ्मुखः अहिंसा परमो धर्म इति वेदेषु गीयते। दानं दया दम इति सर्वत्र हि श्रुतं मया, तस्मात् सर्वप्रयत्नेन कार्यं वै महदामपि। गुरवे ये प्रयच्छन्ति शरीरं पुत्रपौत्रकं, तत्र दानप्रभावेन विष्णोर्वल्लभतामीयात्। शूद्रेण दीक्षितो यस्तु शूद्रशूद्रेण दीक्षितः, उभौ तौ पापिनौ प्रोक्तौ यावदाभूदसंप्लवं, हिंसामदिं यदा दत्ते शूद्रो वै पापसत्तमः। एकविंशतिकुलं तेन नरकं प्रतिपाद्यते। कलौ पाखण्डिनः शूद्रा दृश्यं ते बहवो भुवि, तेषां सम्भाषणादेव नरको भवति द्विजा। ब्रह्मज्ञानरताये च गायत्री जापिनो द्विज, तेषां दर्शनमात्रेण ब्रह्महत्या दिने दिने। शङ्खचक्रधरा विप्रा विष्णुधर्मेषु सम्मताः, वेदधर्मरदा नित्यं पङ्क्ति पावनपावनाः। चादुर्मास्यमिदं कर्म कर्तव्यं तैः सदा नरैः, किमन्यत् बहुनोक्तेन भूयो भूयश्च वाटव। ते धन्या पृथिवी मध्ये नराये वैष्णवा भुवि, तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता। मधुभक्षय देयस्तु सुप्ते देवे जनार्दने, महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत्। सर्वयज्ञैश्च विविधै यद्फलं तदवाप्नुयाद, दाडिमं मादुलिङ्गं च नालिकेरं च वर्जयेत्। देवो वैमानिको भूत्वा ह्यन्दे विष्णुपदं व्रजेद, वित्तवान् सुभगश्चैव कुले श्रीमदिजायते। यः क्षिपे देगभक्तेन नरो मासचतुष्टयं, यावन्ति च मुहूर्तानि उदितोदितभास्करे, ताद्वर्षसहस्राणि विष्णुलोके महीयते। व्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः, अश्वमेधादिके कृते विधिवद्वै सदक्षिणे, यद्फलं मुनिभिः प्रोक्तं तद्फलं लभते नरः। धनधान्यसमायुक्तो बहुपुत्रश्च जायते, तुलसीतिलदर्भैश्च ये कुर्वन्ति च तर्पणं, तद्फलं कोटिगुणितं चादुर्मास्ये विशेषतः। यदा सुप्ते हृषिकेशे कुर्याच्चैदत्रयान्वितं, तेऽपि युगसहस्राणि मोदन्ते विष्णुसन्निधौ, पदं वा पदमर्थं वा ऋचां चार्धऋचां तथा। विष्णु अग्रे ये प्रगायन्ति मुक्तास्ते वैनसंशयः, मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने। एकमन्वन्तरं सोऽपि विष्णुलोके महीयते, दधि दुग्धं तथा तक्रं गुढं शाकं तथैव च। वर्जना देव भो विप्र मुक्तिभागिन संशयः, स्नान मामलकेनैव ये कुर्वन्ति च मानवाः। दिने दिने महत्पुण्यं प्राप्नुवन्ति च ते मुने, दातृफलं पापहरं प्रवदन्ति मनीषिणः। त्रैलोक्यतारणार्थाय निर्मिता ब्राह्मणा पुरा सन्ध्यामौनं चरेद्यस्तु भुङ्क्ते मासचतुष्टयं मन्वन्तराणि चत्वारि वैकुण्ठे मोददे पुनः स्वयं पाकि नरो यस्तु भुङ्क्ते मासचतुष्टयं दशवर्षसहस्राणि इन्द्रलोके महीयते चतुरो वार्षिकान् मासान् मौनं चैव समाचरेत् स च विष्णुपुरं गच्छेद् ब्राह्मं च तदनन्तरं मौनभोजी नरो यस्तु कदाचिन्नावसीदति मौनेन भुञ्जमानास्तु राक्षसास्तृदिवं गदाः कृमिकीडसमयुक्तं पक्वान्नमशुची भवेत् गवां मांससमं ज्ञेयमन्नं चाभिद्विजोत्तम तदन्नमशुचिज्ञेयं ग्रसदे मानुषो यदि एतद्वै भोजनं प्रोक्तं राक्षसानां प्रियं सदा तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना मौनेन भोजयित्वा दुःस्वर्गं प्राप्ता न संशयः सं जल्पन् भुञ्जते यस्तु तेनान्नमशुची भवेत् पापं स केवलं भुङ्क्ते तस्मान्मौनं समाचरेत् उपवाससमं भोज्यं ज्ञेयं मौनेन नारद पञ्चपाणाहुदीर्यस्तु मौनभोजी नरोत्तमः पञ्च वैपादकान्यस्य नश्यन्ति नात्र संशयः न कुर्यात् सन्दिदं वस्त्रं पितृकर्मणि वाडव अशुच्यङ्गे स्थितं चैव वस्त्रं तदशुची भवेत् कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् पितृकर्मविशेषेण वर्जनीयं च वाडव सर्वदा च मुने प्राज्ञैर्देवार्चाचक्रपाणिनः कर्तव्या च विशेषेण शुचिभिर्विचितेन्द्रियैः सम्प्रसुप्ते हृषिकेशे तृणशाककुसुम्भिकाः सन्धित्तानि च वस्त्राणि वर्जितानि प्रयत्नतः चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् नरकं न तु सङ्गच्छेत्यावदाभूतसम्प्लवं मद्यं मांसं न भक्षेत् शासकं सौकरं तथा चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने सोऽपि देवत्वमाप्नोति अहिंसा निरतो नरः मिथ्याक्रोधं तथा रौक्ष्यं तथा पर्वसुमैथुनं वर्जितं येन विप्रेन्द्र स्वश्वमेधफलं लभेत ब्रह्मचर्ये प्रजावृद्धिरायुर्वृद्धिस्तथैव च पुष्पं पत्रं फलं शय्या अभ्यङ्गं च विलेपनम् वृद्धा दुग्धानि मांसं च मद्यं च परिवर्जयेत् चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितं प्रथमं तत्तु दातव्यं ब्राह्मणायन संशयः तद्धनं चाक्षयं विद्वन् प्रदत्तं यद्दिव जातये कोटिकोटिगुणं विप्र लभते नात्र संशयः येन केनापि विप्रेन्द्र नियमेनार्चितो हरिः ददाति विष्णुभवनं नात्र कार्याविचारणा चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेद सोऽपि नरकमाप्नोति तस्य जन्म वृथा गतं यत्पुमान् कारयेन्नित्यं द्विजोक्तं विधिमुत्तमं तदोक्तान् नियमांश्चैव स यादि परमं पदं त्रिवर्गरहितं दानं दत्तं भवति निष्फलम् तस्मात् सर्वप्रयत्नेन देवदेवं जनार्दनं तोषयेन्नियमैर्दानैर्यथा शक्रिया नरोत्तमः अकृतस्नानदानं च ब्राह्मणानां च पूजनं वृद्धागतं तु तत्सर्वं यावदिन्द्राश्चतुर्दश नारद उवाच कीदृश्यं ब्रह्मचर्यं च वद विश्वेश्वरप्रभो येन चीर्णेन गोविन्दपरितुष्टो भवेन्द्रणां महादेव उवाच स्वधारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः चाण्डालादधिगो विद्वन्यस्वभार्यां परित्यजेद हृदावभिगमं कृत्वा ब्रह्मचर्यं विधीयते परित्यजति यो भार्यां भक्तां दोषविवर्जिताम् पापकर्म नरो लोके भ्रूणहत्यामवाप्नुयात् अश्वमेधसहस्राणि वाचपेयशतानि च एकादश्युपवासस्य कलां नार्हन्ति षोडशीं स्नानं दानं च भोहोम स्वाध्यायं देवतार्चनं चादुर्मास्य कृतं यच्च सर्वं हि चाक्षयं भवेद् एककालं द्विकालं वा पुराणम् शृणुते तु यः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति हरौ सुप्ते विशेषेण हरेर्नाम पठन् जपन् तत्फलं कोटिगुणितं लभते द्विजसत्तम वैष्णवो ब्राह्मणो यस्तु पूजनं यः करोति हि स एव सर्वधर्मात्मा पूज्य एव न संशयः चादुर्मास्यमिदं पुण्यं पवित्रं पापनाशनं श्रुत्वा दुलभदे पुण्यं गङ्गास्नानफलं लभेत इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुमापदि नारदसंवादे उत्तरखण्डे चादुर्मास्य महिमा नाम चतुष्षष्टितमोऽध्यायः ओम्।